नमस्कारः. यङ्ग्लुगन्तदातवः इति करपत्रम् अनुवर्तते. गते सप्ताहे वयं यङ्ग्लुगन्तदातुभ्यः लट् लोट् लङ् विद्धि लिङ् इति चतुर्णां सिद्धिः इति तत् परिच्छेदं वयं समापितवन्तः. तस्मिन् विषये एकवारं झटिति पुनरालोकनरूपेण कृत्वा अग्रे सरेम. हिमा भगिनी वदति वा भगिनि, चिन्तनं कथं स्यात् इति लघुरूपेण किं वक्तव्यं भगिनि? लट् लोट् लङ् विदिलिङ्ग् इति चिन्तनं. तर्हि यङ्गोवा इति सूत्रेण तत्र वैकल्पिकरूपं भवति प्रथमपुरुषे एकवचने. तत्र ईटागमः भवति इति कृत्वा तत्र रूपद्वयं भवति सर्वत्र, प्रथमपुरुष मध्यमपुरुष अपि च उत्तमपुरुषेषु सि ईति मि सि ईषि मि ईमि इति भवति, अन्यत्र सर्वत्र तथा न इति. तावदेव लट्लकाररूपाणि, तथैव अन्यत्रापि अस्माकं तु यत्र वयं यङ् इति यङ् प्रत्ययं विधीयते. यङ् प्रत्ययः तु आर्धधातुकप्रत्ययः अस्ति. अनन्तरं यङ्ग्लुक् अपि यङ् प्रति आर्धातुक अस्ति इति कृत्वा यङ्ग्लुक् प्रक्रिया अपि आर्धातुकः इति मन्यामहे. तदनन्तरं वयं तु नूतनधातुं प्राप्नुमः. अग्रे तु यत्र लट् लोट् लङ् विधिलिङ्ग् विधीयते तत्र तु सार्वधातुक कर्तृत्वे भवति इति कृत्वा सार्वधातुकप्रत्ययाः यान्ति इति कृत्वा सार्वधातुकप्रक्रिया भवति इति आसीत् गुरु. तदनन्तरं प्रथमपुरुषे एकवचने भवत्या यथा उक्तं यङो वा इत्यनेन विकल्पने ईटागमः भवति. तर्हि अत्र तु किम् उक्तम् आसीत्, अत्र लङ् लट् लोट् लङ् विधिलिङ्ग् अत्र सर्वत्र तु परस्मैपदिनः सन्ति खलु, यङ्ग्लुक् तु परस्मैपदिनः सन्ति. यङ्ग्लुक् इति परस्मैपदिनः एव, तस्यापि किमर्थम् इत्यस्मिन् तु यङो वा इत्यनेन ईट् इति अपि आगमः भवति. अपि च अदभ्यस्तात् इति, अपि च सिजभ्यस्तविधिभ्यश्च इति, तत्रापि अतादेशः भवति प्रथमपुरुषबहुवचने लटि लोटि यकारस्य स्थाने अत् भवति न तु अन्त् इति. तथैव लोटि अपि अन्तु इति न भवति, अतु इत्येव भवति. अपि च लङ्लकारेषु प्रथमपुरुषबहुवचने जुस् इति आदेशः भवति, जेः जुस् इति, अतः तत्र उः इति सिद्ध्यते इति. अत्र अनन्तरं लङि अपि अनन्तरं विधिलिङि अपि इति भवति. यतोहि तत्र ङित्वम् अस्ति, ङित्लकारस्य इति उक्तम् इति कृत्वा तत्र लङ् अपि च विधिलिङ् इति. अनन्तरम् अत्र क्षम्यताम्, अत्र अजादि ईट् आगमः तु ई इति आगमः सर्वेभ्यः अजादि सार्वधातुकप्रत्यये परे भवति खलु. तर्हि अजादिपित् सर्वदा हलिपिति एव किल भगिनि, यङ्गः ईत् वा हलिपिति सार्वधातुके, सार्वधातुके यतोहि हलादिः अस्ति अपि च पित् अस्ति, पित् इति अनन्तरम् अजादि भवति. अनन्तरम् एकमासीत् जूसि प्रत्यये परे जूसि च इति सूत्रेण गुणकार्यं, यद्यपि जुस् प्रति किमस्ति जुसि परे तु तत्र गुणकार्यं विहितं भवति इति अस्माभिः तत् अत्र न उक्तं भगिनि, भवती स्मारितवती समीचीनम्. अत्र तदापि तस्य लेखनमपि आसीत् चेत् इतोपि वरं भवति. समीचीनं. प्रायः रूपनिष्पादनसमये तस्य उल्लेखनं भवति इति मन्ये. तदनन्तरं तत्र वयं केचन धातुं स्वीकृत्य तत्र रूपाणि वयम् उक्तवन्तः, यथा नि इति धातुं स्वीकृत्य तत्र नि इति भूत्वा, तदनन्तरं नि इत्यस्य गुणोयाङ्ग्लुकोः इति कृत्वा तत्र ने इति भवति, तदनन्तरं नेनी इति भूत्वा तत्र ति इति योजयामः, सार्वधातुकप्रक्रिया तदा भवति इति कृत्वा तत्र नेनी ति, पुनः तत्र गुणः भवति, अतः नेनेति इति एकं रूपम् आयाति. तदनन्तरम् ईटि ईति इति यङ्गो वा अनेन तत्र नेनयीति इति द्वितीयरूपमपि आगच्छति इति. अपि च अस्य चर्चा वयं न कृतवन्तः, अग्रे आस्यति, यतोहि तत्र शप् किमपि न स्थापितम्, अदादिगणवत् भवति इति अन्ततो गत्वा वयं जानीमः. अन्यविशिष्टकार्यं किमपि न आसन्, किमपि न आसीत्, केवलं पुगन्तलघुपदस्य वा सार्वधातुक अर्धधातुकयः वा यत्र यत्र प्रसङ्गवशात् वयं कार्यं भवति. रामप्रिया भगिनी, भवती अग्रे पाठयति. आम्, पदनिर्णयः इति यङन्तधातुः मित् भवति, तस्मात् अनुधातङित आत्मनेपदम् इत्यनेन आत्मनेपदसंज्ञकप्रत्ययाः एव विधीयन्ते. किन्तु यङ्लुङन्तधातुः अनुधातेत् ङित् स्वरितेत् ङित् इत्येभ्यः भिन्नः इति कारणतः शेषात्कर्तरी परस्मैपदम् इत्यनेन परस्मैपदसंज्ञकप्रत्ययाः एव विधीयन्ते. अस्तु, अत्र पदनिर्णयः इति अस्ति, तत्र यङ् इति धातुः तु ङित् अस्ति, परन्तु परन्तु इति न, तस्मात् कारणात् तत्र अनुदातङित आत्मनेपदम् इत्यनेन आत्मने सद् पदसंज्ञा विधीयते, परन्तु तत्र यङ् लुगन्तधातुः अनुधातेत् स्वरितेत् अस्तु ङित् ङित् भिन्नः इत्येभ्यः भिन्नः इत्युक्ते उदातेत् अस्ति किल, उदातेत् अनुदातेत् नास्ति, स्विरितेत् नास्ति, ङित् ङित् भिन्नः उदातेत् इति कारणतः तत्र अनुदातनितः आत्मनेपदं स्वरितनितः कर्तृभिप्राये कर्तृभये कर्यापले आम् तत्र तत्र तु न पतन्ति एव इति कृत्वा शेषात्कर्त्री परस्मैपदम् इति परस्मैपदसंज्ञा विधीयते तत्र. अत्र नेनी इति यत् आसीत् तत्र तु यत्र यङ् भवति चेत् नेनीय इति भवति नूतनधातुः, अत्र नेनीय प्लस् नेनीयते इति आत्मनेपदीरूपं भवति, किन्तु यत्र यङ् लुक् अस्ति तत्र तु केवलं नेनी इति धातुः यङ् इत्यस्य लोपः लुक् भवति इति कृत्वा केवलं नेनी परस्मैपदीनः सन्ति इति कृत्वा नेनीति इति. आम्, अत्र प्रश्नः उदेति यत् यङ् लुक् प्रक्रियायां यङ् प्रत्ययः विधीयते तदा तस्य लोपो भवति. धातुसंज्ञाप्रसङ्गे अस्माभिः दृष्टं यत् धातुभ्यः यदा हि यङ् प्रत्ययः विधीयते तदा हि सनाध्यन्तादातवः इत्यनेन धातुसंज्ञा भवति. अनन्तरं यङ्लुकी सत्यपि प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन धातुसंज्ञा तिष्ठति एव. एवमेव यङ् प्रत्ययस्य लुकि सत्यपि किमर्थं न प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन ङित्वं मत्वा अनुदातङित आत्मनेपदम् इत्यनेन यङ् लुगन्तधातुः अपि आत्मनेपदी स्यात्. इदानीं प्रश्नः आगच्छति यत् यङ् लुक् इति प्रक्रियायां तु यङ् इति विधीयते, एकनिमिषं भगिनि स्क्रीन् आम्, यङ् तु विधीयते, अनन्तरं तस्य लोपः यङ् लुक् इति कृत्वा तस्य लोपः अपि भवति. इदानीं यदा धातुसंज्ञा इति प्रसङ्गः अस्ति तत्र वयं दृष्टवन्तः धातुभ्यः यदा यङ् प्रत्ययः विधीयते तत्र सनाध्यन्तादातवः इत्यनेन नूतनधातुसंज्ञा इति स्वीकृतवन्तः. अनन्तरं यङ् लुकि यद्यपि तत्र यङ् लुक् जातः तदापि वयं प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन धातुसंज्ञा तिष्ठति इति स्वीकृतवन्तः. तादृशमेव अत्रापि यङ् प्रत्ययस्य लोपः यथा भवति तदा किमर्थं वयं न किमर्थं प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन ङित्वम् इति मत्वा अनुदातङित आत्मनेपदम् इत्यनेन यङ् लुगन्तधातुः आत्मनेपदी किमर्थं न स्यात् इति प्रश्नः. धन्यवादः. सरला भगिनी अस्तु भगिनि. अस्मिन् प्रसङ्गे यङोचि इत्यस्य यङोचि च इत्यस्य व्याख्याने सिद्धान्तकौमुदी ग्रन्थकारः प्रतिपादयति यत् शेषात् कर्तरि इति परस्मैपदम् अनुदात्तङ्गित्तः इति तुनः ङित्वस्य प्रत्याया अप्रत्ययस् असाधारणत्वेन प्रत्ययलक्षण अप्रवृत्तेः यत्र हि प्रत्ययस्य असाधारणं रूपम् आश्रियते तत्रैव तत् अत एव सुदृशप्रासाद इत्यस्य अत्वसन्तस्य इति दीर्घो नः येऽपि स्पर्धशीङादयो अनुदात्तङ्गितस्तेभ्योऽपि त अनुदात्तङ्गितः इत्य बन्धनिर्देशात् तत्र श्पाशिपा इति निषेधात् अत एव श्यन् आदयो न गणेन निर्देशात् किं तु शबेव चर्करीतं च इत्यादौ पाठात् शपो लुक् इति एतत् परिच्छेदं तात्पर्य ददाति कथं यङ् लुगन्त यदि धातु अस्ति तस्मिन् तेभिः आत्मनेपदी सिद्धतिङ्गप्रत्ययः योजितम् अस्ति कारणम् अस्ति शेषात् कर्तरि इति परस्मैपद यथा पूर्वं पठितवन्तः यङ् लुगन्त ये धातवः सन्ति ते अनुदात्तङ्गितभिन्नम् अस्ति स्वरितञ्ञित् अपि भिन्नम् अस्ति शेषात् कर्तरि अनेन परस्मैपदे प्रत्ययः तेभ्यः विधीयते अनुदात्तङ्ञित् इति तु न इति सूत्रेण न भवति कारणम् अस्ति ङित्तव्यस्य प्रत्यय अप्रत्ययसाधारणत्वेन प्रत्ययलक्षणा प्रवृत्ति यदि अनुदात्तङ्ङितः इत्यस्य यत् अस्ति ङित्विद् भवेत् या प्रत्यय वा अप्रत्ययस असाधारणधर्म यदि अस्ति तद् द्वयोः यदि अस्ति यदि प्रत्यय भवेत् या प्रत्ययस्य असाधारणत्वेन अप्रत्यय भवेत् या प्रत्यय न केवलं प्रत्ययस्य ङित् भवेत् किन्तु प्रत्ययभिन्न यथा आदेश या मूलप्रकृतिः अस्ति तत्रापि यद् ङित् अस्ति तत्र अपि ङित् यदि अस्ति तत्र आत्मनेपदी भवितुं शक्नोति न केवलम् असाधारणत्वेन प्रत्ययलक्षणा प्रवृत्ति यदि प्रत्यय असाधारण किम् अस्ति प्रत्ययस्य असाधारणधर्म भवति प्रत्ययत्वम् इति प्रत्ययत्व आधारेण न भवति केवलम् इति एकम् अस्ति अधोभागे सर्वाणि ये बिन्दव उक्तानि अस्ति तत्र तस्य स्पष्टतया उल्लेखम् अस्ति यत्र हि प्रत्यय असाधारणं रूपम् आश्रियते तत्रैव तत् अत्र अस्ति प्रत्ययस्य लक्षणम् इति प्रत्ययस्य लक्षणम् अस्ति यदि यथा प्रत्ययत्वम् आधारेण प्रत्ययलोपे प्रत्ययलक्षणं तदा भवति यदि प्रत्ययलक्षणं निमित्तीकृत्यं कार्यं भवति अत्र प्रत्यय अनुदात्तङ्गित इति सूत्रे प्रत्ययस्य निमित्तं कार्यं नास्ति अतः तत् न विधीयते अनुदात्तङ्गित यदा यङ् लुक् भवति तत्र प्रत्ययलोपे प्रत्ययलक्षणं तत् कार्यं न करोति कारणकी प्रत्यय आधारीकृत्य तत्र कार्यं न अस्ति यथा वयं दृष्टवन्तः अत्र उदाहरणमस्ति सदृशप्रासाद् इत्यस्य अथवा सन्तस्य दीर्घो नः एते द्वे उदाहरणे अधोभागे अस्ति इति कारणं यत्र सदृश इति सदृशपदमस्ति, सदृश इति स्त्रीलिङ्गपदमस्ति, तत्र यदि तस्य दीर्घ आदेशः न भवति कथं भवति भगिनि अहं न स्मरामि, यदि पठामः तत्र आगच्छति. द्वितीयकारणमस्ति स्पर्धशृङ्गादयो अनुदातस्येभिः अपि न. यदि मूले शीङ् धातुः अस्ति तत्र शीङ् धातुतः ङित् अस्ति तत्र अनुदात ङित् अस्ति, ङित् भूत्वा तस्य आत्मनेपदी इति विधीयते. किन्तु यदि यङ् लोगन् प्रत्ययं प्रति इति एका परिभाषा अस्ति, इति परिभाषा अस्ति, यदि अनुबन्धं भवति यथा ङित् इति अनुभवन् भवति, यदि शीङ् धातुतः यङ् लुगन्त धातु निष्पन्नं भवति तत्र आत्मनेपदी न योजितं भवति, कारणके ङित् अनुबन्धम् अस्ति. तथैव यदि अनुदात अपि यदि स्पर्ध धातु अनुदातम् अस्ति किन्तु तस् अनुबन्धलोपानन्तरं यङ् लुगन्त् यदि भवति तत्र अपि आत्मनेपदी न योजितं भवति. अन्यत् कुत्र अस्ति, यदि सूत्रे शित्पा छपा इति निर्देशम् अस्ति तत्र अपि यङ् लुगन्त् धातोः आत्मनेपदी न विधानं न भवति. तृतीयम् अस्ति यत् यत्र गण श्यान् आदयो इति निर्देशितमस्ति, यथा द्वादिभ्यश्यन् तुदादिभ्यश्य क्रियादिभ्यश्यन् यदि गणप्रत्ययः ये विकरणप्रत्ययः निर्देशितमस्ति यदि ते तेषां प्रतिपदि यङ् लुगन्त् यदि भवेत् ते धातवः यदि यङ् लुगन्त् भवेत् तत्र अपि आत्मनेपदी न विधानं न भवति. कुत्र भवति चर्करितं च इत्यादौ पाठात् शपो लुक्, यदि एकं सूत्रमस्ति चर्करितं च इति सूत्रेण शप् विधानं भवति, तदनन्तरं शप् विधानस्य लुक् भवति तत्र यङ् लुगन्त् परस्मैपदी शेषात् कर्तरि अनेन भवति इति अस्ति. किन्तु अधोभागे यद् परिच्छेदे आगच्छतः तत्र तस्य समाधानम् अस्ति. धन्यवादः भगिनी. तर्हि अस्य भागस्य पुनः विवृतरूपेण महोदयेन अग्रे विवृतं खलु? एतत् केवलं तात्पर्यम् अस्ति, मम तु सन्देहः सन्ति. शब्दविधानं भवति यङ् लुगन्तं प्रति आर्धधातुकप्रक्रिया अस्ति. संक्षेपे महोदय उक्तवान् आर्धधातुकप्रत्ययः अस्ति, शब्दविधानं भवति, तदनन्तरं शप् लुक् भवति, सो सर्वे अदादिगणीय एव कार्यं करोति. प्रथमं वयं तस्य विधानं शप् भूत्वा अति भवादीयगणीय इव समस्यते, किन्तु तदनन्तरं यङ् शप् लुक् भवति चर्करितं च इति सूत्रेण तद् अदादीयगणीय एव प्रक्रिया भवति. मणिमहोदय भवान् अग्रे क्रमेण एकैकं यत् अस्ति किं एकैकस्य विषये अत्र परिचये तु सारांशरूपेण अत्र सिद्धान्तकौमुदीवाक्यम् अस्ति, प्रत्येकं किम् अस्ति इति स्वीकृत्य अग्रे पश्यामः. मणिमहोदय वदति वा महोदय? अग्रिमपरिच्छेदस्य पाठनात् पराक् अधौ भागो परिच्छेदद्वयस्य समासप्रसङ्गे शिक्षा दृष्ट्या कुत्र भगिनि अस्य अर्थः कः इति क्रमेण परिशीलयाम इति अस्य अर्थः कः इति क्रमेण परिशीलयाम निद्वत्स्य प्रत्यय अप्रत्ययसाधारणत्वेन प्रत्ययलक्षण अप्रवृत्तेः नित्वप्रत्ययस्य नित्व अप्रत्ययस्य च उभयोः स्वस्य स्वस्य पृथक्तया धर्मो वर्तते यत्र प्रत्ययपरे अप्रत्ययपरे च उभयत्र ग्रहणं भवति तत्र प्रत्ययलक्षणं न कर्तव्यम् इतोपि स्पष्टीकरणार्थम् उच्यते यत्र हि प्रत्ययस्य असाधारणं रूपमाश्रियते तत्र एव तत् पूर्णतया पठतु भगिनि केवलं प्रत्ययस्य असाधारणरूपस्य आश्रयम् अवलम्ब्य कार्यं यत्र स्यात् तत्र एव प्रत्ययलक्षणं भवतु यथा राजा अति उदाहरणमस्ति राजन् योगः सु हल्याभ्यो हल्याभ्यो दीर्घात् श्रुतिस्य प्रकृतं हल् इत्यनेन सकारलोपः प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन सुप्रत्यापक प्रत्ययधर्मात्रस्य पुरस्कारं कृत्वा राजन् सुबन्तमिति मत्वा सुप्तिङ्गन्तं पदमित्येन तस्य पदसंज्ञाग्रहणेन न लोपः प्रातिपदिकान्तस्य इत्यनेन पदान्तनकारस्य लोपो जायते किन्तु अनुदात्तनित आत्मनेपदमित्येन यत् आत्मनेपदत्वं विधीयते तस्य नित्वं केवलं प्रत्ययनिमित्तिकत्वं न अपि तु यत्किमपि नित्वं न अवगतं भगिनि सूत्रमस्ति अत्र केवलं अहं स्थापयित्वा प्रयत्नं करोमि भगिनि नित्वत् प्रत्ययस्य नित्व अप्रत्ययस्य सूत्रमस्ति नित्वस्य प्रत्यय अप्रत्यय साधारणत्वेन प्रत्ययलक्षण अप्रवृत्तेः नित्प्रत्ययस्य नित् अप्रत्ययस्य उभयोः पृथक्तधर्म वर्तते धर्म भिन्नं भिन्नम् अस्ति नित्वत् प्रत्यय नित्वत् अप्रत्यय यत्र प्रत्ययपरे अप्रत्ययपरे च उभयत्र ग्रहणं भवति तत्र प्रत्ययलक्ष्यं न कर्तव्यम् धर्म भिन्नः लक्षणभिन्नः भगिनि तदेव तदर्थं श्रूयते वा क्षम्यतां भगिनि म्यूटेड् आसन् अत्र प्रत्ययधर्म अन्य अर्थमस्ति लक्षणम् अन्यम् भगिनि एकैकं वाक्यं पश्यामः वा एकवारं पूर्णतया पठामः भगिनि अनन्तरं पूर्णतया पठति वा भगिनि एकवारं ओके किन्तु अनुदात्तनेता आत्मनेपदम् अहम् अत्र स्थापितवती इत्यनेन यत् आत्मनेपदत्वं विधीयते तस्य नित्वं केवलं प्रत्ययनिमित्तिकत्वं न अपि तु यत्किमपि नित्वं प्रकृतेः नित्वम् आदेशस्य नित्वम् इत्यादिकमपि आत्मनेपदत्वस्य निमित्तं स्वीक्रियते प्रत्ययमात्रधर्मस्य पुरस्कारं कृत्वा नित्वप्रयुक्त आत्मनेपदत्वं नास्ति तात्पर्यम् इदं यत् आत्मनेपदत्वं केवलं प्रत्ययनिमित्तकं कार्यं नास्ति अपि तु प्रत्यय अप्रत्ययस्य च उभयत्र विद्यमानं नित्वम् आत्मनेपदत्वस्य कारणम् अतः अत्र प्रत्ययलक्षणेन यङ् यत् मत्वा आत्मनेपदत्वं ग्रहीतुं न शक्यते प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य कार्यं तत्र एव भवति यत्र प्रत्ययः प्रत्ययरूपेण निमित्तं मत्वा विधीयमानं कार्यं साधयति आत्मनेपदत्वनिमित्त अभावात् शेषात् कर्तरि परस्मैपदमित्रेण परस्मैपदम्. अत्र केवलम् एकोपि अन्यः वक्तुम् इच्छति वा अवगच्छति, नो चेत् अहं मम अवगमनं भगिनि, प्रत्यय नित् प्रत्यय अस्ति, तद् तत् कारणतः लोपः भवति, तत्समये प्रत्ययलोपे प्रत्ययलक्षणम् इति कार्यं करोति. अप्रत्यय अस्ति चेत् कार्यं न भवति, तदेव मम अवगतम्. आं भगिनि, अत्र यङ् लुगन्त् अत्र यङ् लुक् धर्मः भिन्नः इति उक्तः अस्ति. आं भगिनि, नित्वत्वम् इति अपि यत् अस्ति विधानं, तत्तु धर्मः अस्ति, भिन्नधर्मः अस्ति. यत्र नित्वं भवति नित्वं नास्ति, नित्व अप्रत्ययः अस्ति, उभयोः पृथक्तया धर्मः अस्ति इति कृत्वा सामान्यलक्षणत्वेन निमित्तरूपेण स्वीकर्तुं न शक्यते. केवलं नित् आसीत् इति कृत्वा नित् इति लक्षणम् अस्ति, निमित्तम् अस्ति इति न स्वीकर्तुं शक्यते. यत्र केवलं निमित्तं वा लक्षणं वा आसीत् चेत् तत्र तु प्रतिलोपे प्रतिलक्षणम् इति गृहीतुं शक्यते, किन्तु अत्र तु भिन्नधर्मः वर्तते. अस्य तु वयं प्रतिलोपे प्रतिलक्षणम् इति वयं न स्वीकर्तुं शक्नुमः इति विषये इति अवगमनम् भगिनी. भवती न श्रूयते, न श्रूयते. ओ, मम ध्वनिः न श्रूयते वा? आम्, अधुना सम्यक् अस्ति. ओ, क्षम्यताम्. अस्तु, सहायं कुर्वन्तु तर्हि एकैकं मिलित्वा कुर्मः. यः कोऽपि अन्यः वक्तुम् इच्छति वा अस्मिन् परिच्छेदे किम् उल्लिखितमस्ति इति, कार्यमस्ति इति भवती एकवारं वदतु भगिनि, वयमपि मिलित्वा चिन्तयामः. भगिनि वर्गे अपि नासं, तर्हि अहं प्रयते कृपया स्पष्टीकुर्वन्तु सर्वे. नित्वस्य प्रत्यय अप्रत्यय साधारणत्वेन प्रत्ययलक्षण अप्रवृत्तेः इति. तर्हि नित्वस्य तु प्रत्यय अप्रत्ययः, नित् प्रत्ययः निद्भिन्नप्रत्ययः इति अत्र वर्तते. उभयोः तु साधारणत्वेन प्रत्ययलक्षण अप्रवृत्तेः. उभयोः तु यत् धर्ममस्ति, साधारणं धर्ममस्ति, तत्तु लक्षणं नास्ति. लक्षण अप्रवृत्तेः इत्युक्ते लक्षणं नास्ति, प्रत्ययलक्षणत्वेन वयं न स्वीकर्तुं शक्यते इति अत्र उक्तमस्ति खलु. मन्ये नित्वप्रत्ययस्य, नित्व अप्रत्ययस्य च, यः प्रत्ययः नित्वं, यः यस्मिन् प्रत्यये नित्वम् अस्ति, यस्मिन् प्रत्यये नित्वं नास्ति इत्युक्ते निर्भिन्नप्रत्ययः. अप्रत्ययः इति कथनेन तत्र यत् प्रत्ययः नास्ति इत्युक्ते धातुम् इति स्वीकर्तुं शक्नुमः. इत्युक्ते ङित् इति प्रत्ययेषु अपि भवति, धातुषु अपि भवति, प्रकृतिरपि भवति, प्रत्ययेषु अपि भवति. यदा शिङ् इति स्वीकुर्मः तत्र तु अप्रत्ययः, तत्र प्रकृतिरेव शिङ् इति धातौ एव ङित्वं वर्तते इति. परन्तु यङ्तु प्रत्ययः अस्ति, नित् प्रत्ययः अस्ति. तर्हि यत्र यस्मिन् प्रत्यये नित् अस्ति, अनन्तरं यस्मिन् अप्रत्यये नित्वम् अस्ति, उभयोः तु पृथक्त्या धर्मः वर्तते इति. यत्र प्रत्यये परे अप्रत्यये परे च उभयत्र ग्रहणं भवति, तत्र प्रत्ययलक्षणं न कर्तव्यम्. अत्र तु शेषात् कर्ति अनुदातनितः आत्मनेपदम् इत्यस्मिन् प्रत्यये परे यत् अस्ति तस्य ग्रहणमपि भवति, नित्वप्रत्ययस्य ग्रहणं भवति, नित्व अप्रत्ययस्य अपि ग्रहणं भवति. इत्युक्ते धातुः नित् अस्ति चेदपि तत्र ग्रहणं भवति इति कृत्वा, एतादृशं यत्र प्रत्यये परे अप्रत्यये परे उभयत्र ग्रहणं भवति, तत्तु प्रत्ययलक्षणम् इति अस्माभिः न स्वीकर्तुं शक्यते. किमर्थम् इत्युक्ते अप्रत्यये अपि आयाति, केवलं प्रत्यये परे नास्ति. यत्र केवलं प्रत्यये आयाति चेत् तादृशधर्मः, तर्हि प्रत्ययलक्षणम् इति स्वीकर्तुं शक्यते. यत्र धातोः अपि नित् भवति खलु, तर्हि कथं वा प्रत्ययलक्षणम् इति वक्तुं शक्यते इति समीचीनः प्रश्नः. तत्र अस्माकं क्लेशः नास्ति खलु. केवलं प्रत्ययपरे केवलं नित्वम् इति केवलं प्रत्ययेषु न आयान्ति, किन्तु धातुषु अपि आयान्ति इति कृत्वा प्रत्ययलक्षणम् इति वयं कदापि न स्वीकर्तुं शक्यते. इतोपि स्पष्टीकरणार्थम् उच्यते, यत्र हि प्रत्ययस्य असाधारणं रूपम् आश्रियते तत्रैव तत् केवलं प्रत्ययस्य असाधारणरूपस्य आश्रयम् अवलम्ब्य कार्यं यत्र स्यात् तत्रैव प्रत्ययलक्षणं भवतु. यत्र प्रत्ययस्य एव साक्षात् प्रत्यये एव यद्धर्मः अस्ति, यः धर्मः केवलं प्रत्ययस्य एव वर्तन्ते, तदेव प्रत्ययलक्षणम् इति स्वीकर्तुं शक्यते अस्माभिः. किन्तु अत्र तु अप्रत्ययपरे अपि इत्युक्ते धातुषु अपि वर्तते नित्वम् इति कृत्वा प्रत्ययलक्षणम् इति स्वीकर्तुं न शक्यते इति. उदाहरणार्थं तथा अस्ति समीचीनं, परन्तु अत्र अस्मिन् वाक्ये यत्र हि प्रत्ययस्य असाधारणं रूपम् आश्रियते तत्रैव तत् इति किमर्थं तत्र असाधारणम् इति उक्तम् इति तत्र धर्मः इति सामान्यतया सर्वत्र भवति चेत् तत्र किमपि वैशिष्ट्यं नास्ति खलु धर्मः इति वक्तुं न शक्यते. प्रत्ययस्य न्यायशास्त्रे असाधारणधर्म इति लक्षणं भवति, तथैव असाधारणमिति दत्तमस्ति. तर्हि इत्युक्ते प्रत्ययस्य असाधारणधर्म प्रत्ययत्वम् इति लक्षणम्. उदाहरणार्थं भगिनी, यत्र यत्र यत्र गावः सन्ति, गवाम् असाधारणधर्मं किम् अस्ति? तत्र यत् पृथक् करोति खलु तदेव तस्य धर्म भवति खलु. मनुष्यः इति वदामः चेत् अत्र मनुष्यः गावः सन्ति, मनुष्याः गावः सन्ति, तर्हि कथं वयं पृथक् कर्तुं शक्यते? प्रत्येकस्य साधारणं धर्मं वर्तन्ते खलु वर्तते खलु, येन वयं पृथक् कर्तुं शक्नुयामः, तदेव असाधारणम् इति तत्र उक्तमस्ति रूपम् इति. तर्हि अस्य आशयः कः इत्युक्ते तत्र प्रत्ययं निमित्तीकृत्य यदि कार्यं केवलं प्रत्ययस्य वर्तन्ते एव तर्हि तत्तु प्रत्ययस्य धर्मं भवति खलु, असाधारणं धर्मं भवति. किन्तु नित्वम् इति विषयः तु प्रत्ययेषु वर्तन्ते, अप्रत्ययेषु अपि वर्तन्ते. यदि प्रत्ययस्य प्रत्ययं निमित्तीकृत्य भवति, उदाहरणार्थं पादः इति स्वीकुर्मः, मनुष्येषु पादः वर्तते, अनन्तरं मृगाणामपि पादः वर्तते खलु. किन्तु यत्र वयं पश्यामः किमस्ति, हार्न् अस्ति, हार्न् इत्यस्य किं शब्दम् इति न जानामि. शृङ्ग तु अस्माकं मनुष्याणां नास्ति खलु, तर्हि वयं शृङ्ग इति वदामः चेत् प्राणिनामेव भवति खलु, मृगेषु एव वर्तन्ते. तर्हि मृगाणां धर्म इति भवति. अत्र तु यत्र प्रत्ययेषुपि भवति, अप्रत्ययेषुपि भवति चेत् कथं वा प्रत्ययलक्षणम् इति वयं स्वीकर्तुं शक्नुमः? यदि अहं वदामि पादः अस्ति मनुष्यलक्षणम् इति अहं वक्तुं शक्यते वा मया? न. किमर्थम् इत्युक्ते मृगाणामपि पादः पादाः वर्तन्ते. तथा एव उभयत्र वर्तते इति कृत्वा एकस्य केवलम् एकस्य एव लक्षणम् इति अस्माभिः प्रत्ययस्य लक्षणम् इति न स्वीकर्तुं शक्यते इति. परन्तु यत्र केवलं प्रत्ययं निमित्तीकृत्य भवति तत्रैव प्रत्ययलक्षणे प्रत्ययम् इति स्वीकरोति. पूर्वस्मिन् वाक्ये समाधानम् अप्रत्यय इत्यस्य समाधानं दत्तति, तदा एव मम पूर्णावगमनं मम अवगमनं जातं. धन्यवादः भगिनि. उदाहरणार्थं राजा इति शब्दः वर्तते, राजन् योगः सु इति प्रत्ययः, राजन् इति प्रातिपदिकम्, अत्र सुप्रत्ययं योजयामः चेत् तत्र तु हल्याभ्यो दीर्घात् सुतिसि अपृक्तं हल् इति सूत्रेण सुप्रत्ययस्य लोपः भवति. अत्र तु प्रत्ययस्य साक्षात् लोपः भवति, प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन सुप्रत्ययस्य योजनेन सुप्तिङन्तं पदं इत्यनेन पदसंज्ञा भवति स्म. अत्र तु प्रत्ययस्य लोपः पूर्णतया लोपः भवति सुप्रत्ययस्य, तथापि प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन सुबन्धं प्राप्नोति. किमर्थम् इत्युक्ते यत्र अत्र सुप्रत्ययस्य पदसंज्ञा तु केवलं प्रत्ययानाम् एव भवन्ति, सुप् वा तिङन्तानाम् एव पदसंज्ञा भवति खलु. तत् अनन्तरं न लोपप्रातिपदिकान्तस्य इत्यनेन पदान्तनकारस्य लोपो जायते इति कृत्वा राजा इति वयं प्राप्नुमः. अत्र तु सुप्तिङन्तं पदम् इति सूत्रं केवलं प्रत्ययानामेव वर्तन्ते. यत्र धातूनां लोपः भवति चेत् तत्र तु तादृशं किमपि नास्ति, केवलं प्रत्ययानां भवति. परन्तु सुप्रत्ययात्मकप्रत्ययधर्ममात्रस्य पुरस्कारं, तस्य अर्थः कः भगिनि? प्रत्ययधर्ममात्रस्य भगिनि एकैकं वाक्यम् एकैकं कृत्वा अग्रे आत्मकप्रत्ययधर्ममात्रस्य पुरस्कारं कृत्वा राजन् सुबन्तम् इति मत्वा अत्र किं किं केवलं प्रत्ययस्य एव धर्मः अस्ति खलु सुप्तिङन्तं पदम् इति सूत्रे तदेव भिन्नरूपेण लिखितम् अस्ति केवलं प्रत्ययस्य एव लक्षणं वर्तते अप्रत्ययानां लक्षणं नास्ति खलु सुबन्तं निर्माणम् इति यत्र भवति सुप् अन्तम् इति वदामः चेत् सुप् इति अन्ते येषां ते सुबन्तम् इति वयं वदामः खलु तर्हि तादृशं तु केवलं प्रत्ययधर्मः वर्तते प्रत्ययस्य एव धर्मः भवति सुप् इति प्रत्ययः साक्षात् उल्लिखितम् अस्ति अत्र नो चेत् तिङ् इति प्रत्ययः इत्युक्ते राजनियोगस्तु हल् अलाङ्गो दीर्घा अपृक्तं हल् अनेन यदि सु इति लोपः भवति तु राजन् इदानीं न केवलं प्रातिपदकम् अस्ति अपि पदमपि अस्ति सुप्तिङ्गं पदम् अस्ति इत्यस्य इत्यनेन सु प्रत्यात्मक प्रत्ययधर्ममात्रस्य पुरस्कारं कृत्वा इति प्रत्ययलोपे प्रत्ययलक्षणमास्त प्रत्ययस्य धर्म इति स्वीकृत्य राजन् पदं प्रातिपदिकं सुबन्तं भवति इति सुप्तिङ्गं पदम् इति आप्नोति यस्य अर्थम् एतत् भवति सुप्तिङ्गन्तम् इति प्रत्ययस्य लक्षणम् अस्ति खलु कृत्वा प्रत्ययलोपे प्रत्ययलक्षणं सति अपि लक्षणम् इत्यनेन पदसंज्ञा प्राप्नोति इत्यपि लोपः भवति तथापि तस्य ग्रहणं भवति पदसंज्ञा केवलं प्रत्ययानां लक्षणमस्ति इति कृत्वा अनन्तरं नलपोः प्रातिपदिकान्तस्य इत्यनेन लोपो जायते नकारस्य लोपं भूत्वा राजा इति भवति किन्तु अनुदातनितः आत्मनेपदम् इत्यनेन यत् आत्मनेपदत्वं विधीयते यस्य नित्वं केवलं प्रत्ययनिमित्तिकनित्वं नापि तु यत्किमपि नित्वं प्रकृतेः नित्वम् इत्युक्ते यत्किमपि प्रकृतेः यत्किमपि उदाहरणं भवती एव उक्तवती शीङ् धातूनां नित्वम् अस्ति प्रकृतिरूपम् अस्ति शीङ् इति तस्य नित्वम् अस्ति चेदपि आत्मनेपदसंज्ञा भवति खलु तेषां तत्र प्रकृतेः रूपम् इत्युक्ते साक्षात् उपदेशिकावस्थायां प्रत्ययः वा धातुः वा भवतु वा प्रत्ययः अपि प्रकृतिः इत्युक्ते धातुः प्रत्ययः उभयोः अपि प्रायः ग्रहणं स्यात् खलु अनन्तरम् आदेशानामपि आदेशस्य अपि नित्वं भवति इति उदाहरणार्थं वयं किं कुर्मः यासुट् आगमः इति यासुट् इति नास्ति यत्र वयं नित्वं स्वीकृत्य वक्तव्यं किल नित्वं स्वीकृत्य किम् आसीत् वयं पूर्वं पठितवन्तः खलु यत्र तातङ्ग् इति एकम् आगच्छति तातङ्ग् इति सत्यं तातङ्ग् इति आदेशं स्वीकृत्य नास्ति अनन्तरम् आदेश केवलम् आदेशरूपेण अपि आयाति विधिलिङ्ग् इत्यत्र किम् अस्ति विधिलिङ्ग् इत्यस्य आसीत् किल किमपि किमपि आसीत् सीयूट् यासूट् तावदेव किमपि तत्रापि वयम् आदेशरूपेण आनीतवन्तः आनीतवन्तः एकनिमिषं पश्यामः अपि महोदय उक्तवान् यदि प्रत्ययलोपे प्रत्ययलक्षणं कार्यं करोति तस्य अग्रिमजायमानकार्यं यत्र भवति तत्र इति प्रत्ययवत् भवति तत्र यथा न लोपप्रातिपदिकान्तस्य इति सूत्रस्य यदि कार्यं भवति तत्र सुप् लोप अभवत् परिदानीं पदं भवति तस्य प्रत्ययलोपे प्रत्ययलक्षणं भवति न लोपप्रातिपदिकन्तस्य इति अग्रिम जायमानकार्यमस्ति तस्य प्रति इति भगिनि यासुट् इति विधिलिङ्गे एव भगिनि यद्यपि यासुट् इति अस्ति सूत्रे उक्तमस्ति यासुट् परस्मैपदेषु धातो निच्छ इति नित्वं विधीयते तत्र आरोपितं आरोपितं समीचीनम् अन्यत्र कुत्रापि आगच्छति अत्र आसीत् नित्वम् आदेशः आसीत् इदानीं मनसि न आगच्छति आं तर्हि तादृश आदेशेषु अपि नित्वं विधीयते केवलं प्रकृतिषु इति नास्ति आदेशेषु अपि विधीयते इति अत्र उक्तमस्ति प्रकृतेः नित्वं भवति आदेशस्य नित्वं इत्यादिकं भवन्ति इति कृत्वा केवलं प्रत्ययस्य लक्षणम् इति न वक्तुं शक्यते इत्यादिकमपि आत्मनेपदत्वस्य निमित्तं स्वीक्रियते. प्रत्ययमात्रधर्मस्य पुरस्कारं कृत्वा नित्वप्रयुक्त आत्मनेपदत्वं नास्ति. तर्हि प्रकृत प्रत्ययमात्रधर्मस्य पुरस्कारं कृत्वा नित्वप्रयुक्त तादृशं नास्ति इति. तर्हि तत्र पुरस्कारं वयं न कर्तुं न शक्नुमः. प्रत्ययमात्रस्य धर्मम् इति स्वीकृत्य अस्माभिः न कर्तुं शक्यते इति तात्पर्यम् इदं. गाङ्कुटादिभ्यो इणि ङित् तत्रापि ङित् आरोपितं भवति. तर्हि तादृश आदेशः यत्र भवति तात्पर्यम् इदं यत् आत्मनेपदत्वं केवलं प्रत्ययनिमित्तिकं कार्यं नास्ति, अपि तु प्रत्यय अप्रत्यय च उभयत्र अप्रत्ययस्य च उभयत्र विद्यमानं नित्वम् आत्मनेपदत्वस्य कारणं भवति इति. अस्तु, अतः यत्र प्रत्ययलक्षणेन यङ् नित् मत्वा आत्मनेपदत्वं गृहीतुं न शक्यते, प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य कार्यं तत्र भवति यत्र प्रत्ययस्य प्रत्ययः प्रत्ययरूपेण निमित्तं मत्वा विधीयमानं कार्यं साधयति. आत्मनेपदनिमित्तभावात् निमित्तं नास्ति आत्मनेपदत्वं नित्वम् इति आत्मनेपदनिमित्तं नास्ति इति कृत्वा निमित्त अभावात् शेषात् कर्तरि परस्मैपदम् इति परस्मैपद पदसंज्ञकः भवन्ति. यत्र यत्र धातोः आत्मनेपदा प्रत्ययाः भवन्ति तत्रैव आत्मनेपदत्वं भवति. अत्र अभावेन शेषात् कर्तरि परस्मैपदम् इति कार्यं. निमित्तम् इति केवलम् आत्मनेपदस्य निमित्तं नास्ति इति. किम् इत्युक्ते प्रत्ययनिमित्तं नास्ति, प्रत्ययलक्षणं नास्ति, अप्रत्ययेषपि वर्तन्ते इति कृत्वा. नित्वमिति असाधारणधर्मः आत्मनेपदस्य इति कृत्वा तत्र प्रत्ययलोपे प्रत्ययलक्षणम् इति कार्यं न करोति इति चेत् इति सम्यक् वा? असाधारणधर्मः नास्ति, असाधारणधर्मः नास्ति, आम् तत्र दोषः अस्ति. आम् समासस्य शिक्षा कृत्वा तदनन्तरम् अग्रे पठामि. ओ, समासस्य शिक्षा इति कृत्वा तद् तत्रैव लिखितम् अग्रिमपरिच्छेदस्य पठनात् प्राक्. अग्रिमपरिच्छेदस्य पठनात् प्राक् अधोभागे परिच्छेदद्वयस्य समासप्रसङ्गे शिक्षा दृष्ट्वा तत्तु समासस्य शिक्षा राजपुरुषः राज्ञः पुरुषः राजन् योगः नस् योगः पुरुषः पुरुष योगः सु समासज्ञा अस्ति निकृत्ततितरसमासश्च इत्यनेन प्रातिपदिकसंज्ञा भवति. अधुना राजन् योगः नस् योगः पुरुषः पुरुष योगः सु इति समुदायस्य प्रातिपदिकसंज्ञा नस् सु इति द्वौ प्रत्ययौ प्रातिपदिकस्य अवयवौ सुपो प्रातिपदिकयोः इत्यनेन धातोः च प्रातिपदिकस्य च अवयवरूपेण विद्यमानस्य सुप् प्रत्ययस्य लुक् राजन् योगः पुरुषः. हा, तदेव एते सर्वे विवरणं कृतं पूर्वे. तत्र उदाहरणं दीयते अत्र समासविषये कथं प्रत्ययलोपः भवति इति. राज्ञः पुरुषः इति राजपुरुषः समासः, राज्ञः पुरुषः तत्तु राजन् तस्य विवरणं राजन् योगः नस् योगः पुरुष योगः सु इति. अत्र समासज्ञा भवति कृतसमासः इत्यनेन. अत्र राजन् तत्र समुदायस्य प्रातिपदिकसंज्ञा अपि भवति. अत्र नस् च सु च तद् द्वौ प्रत्ययौ प्रातिपदिकस्य अवयवः अवयवौ अस्ति. तद् कारणेन तद् प्रत्ययः सुप्रत्ययः लुक् भवति इति. द्वे अपि सुप्रत्ययः नस् सु द्वे अपि द्वौ अपि लुक् लुक् भवति इति. धातुप्रत्यये प्रातिपदिक प्रातिपदिकयोः इति सूत्रेण. तत्र तु कस्यापि प्रश्नः नास्ति खलु तस्मिन् वाक्ये. अस्तु अस्तु भगिनि, अस्तु. पुनः हेमा भगिनी कृते प्रतिपादयतु. मणिमहोदय न पठितवान् ओ, सः नास्ति वा? सः किमपि क्लेशः जातः इति. तर्हि अग्रिमपरिच्छेदः वा भगिनि, अग्रिमपरिच्छेदं पठामि वा? आम्. प्रत्ययस्य असाधारणधर्मः केवलं प्रत्यये भवति. तादृशधर्मं मत्वा प्रत्ययलक्षणं भवति. किन्तु यः धर्मः साधारणः सः प्रत्यये अपि भवति अप्रत्यये अपि भवति. तादृशधर्मं मत्वा प्रत्ययलक्षणं न भवति. अस्य अर्थः इदानीं वयम् अवगच्छामः. इत्युक्ते प्रत्ययस्य असाधारणधर्मः केवलं प्रत्यये भवति. यथा भवत्या विवृतं तत्र शृङ्गः अस्ति चेत् तत्र गामिति वयम् अवगन्तुं शक्नुमः, मनुष्यः नास्ति इति. तर्हि प्रत्यये एव असाधारणधर्मः विद्यते इति अवगन्तुं शक्नुमः. तादृशधर्मं मत्वा प्रत्ययलक्षणं भवति. परन्तु यत्र धर्मः साधारणः तादृशधर्मः प्रत्ययेषु अपि भवति अप्रत्ययेषु भवति. यथा ङित्वं वयं दृष्टवन्तः, धातुषु अपि भवति प्रत्ययेषु अपि भवति. तादृश यदि प्रत्ययेषु अपि च अप्रत्ययेषु भवति चेत् तत्र प्रत्ययलक्षणं न स्वीकार्यम्. तादृशधर्मं मत्वा प्रत्ययलक्षणं न भवति इति अस्ति. तदर्थम् अत्र उक्तमस्ति, दृशद् इति दकारान्तस्त्रीलिङ्गशब्दः, शिलाखण्डः इत्यर्थः. अग्रे इमं शब्दम् उपयुज्य समासः क्रियते. उदाहरणत्वेन सुदृशद् सु इति अव्ययम्, अतः अग्रे सु इत्यस्मात् सुप्रत्ययः न प्रदर्शितः. अलौकिकविग्रहे तस्य सुप् भवति. पृथक् सूत्रेण च तस्य लोपः भवति. सुयोगः दृशदः, सुयोगः दृशद्योगः जस्, कृत्तदितसमासाश्च सुदृश सुयोगः दृशद्योगः जस् इत्यस्य समग्रस्य समुदायस्य प्रातिपदिकसंज्ञा. सुपोधातुप्रातिपदिकयोः इत्यनेन धातोः च प्रातिपदिकस्य च अवयवरूपेण विद्यमानस्य सुप्रत्ययस्य लुक्. अतः सुयोगः दृशद्. लुकि सति सुदृशद् दकारान्तः प्रत्ययलक्षणे असन्तः. प्रत्ययलोपे प्रत्ययलक्षणं सुदृशदस्, सुदृशदस् इति असन्तरूपं. सुदृशदस् योगः सु अत्वसन्तस्य च धातोः इत्यनेन अतु प्रत्ययान्तशब्दस्य तथा अस्य अन्ते अस्ति तादृशस्य शब्दस्य अङ्गस्य उपधायाः प्रथमैकवचनस्य सुप्रत्यये परे दीर्घः. अत्र दीर्घो न भवति, यतो हि यत् प्रत्ययलक्षणं कृतं येन असन्तत्वं सिद्ध्येत् तत् प्रत्ययलक्षणं न भवति. यतोहि तस्मिन् प्रत्यये यत् असन्तत्वं वर्तते तत् असन्तत्वं प्रत्ययमात्रवृत्तिः नास्ति. अप्रत्यये प्रातिपदिके चन्द्रमस् इत्यस्मिन् वेदस् इत्यस्मिन् च भवति. अत्र बहु किमपि उक्तम् अत्र. दृशदिति प्रथमं दकारान्तस्त्रीलिङ्गे असन्त इत्युक्ते किम्? असन् सन्त यत्र इदानीं पश्यतु, तत्र अस्ति इति अन्ते आगच्छति किल, चन्द्रमस् वेदस्. अस्तु अस्तु, अस्ति इति अन्ते. यथा वयं दकार वदामः किल अदन्त इत्युक्ते यत्र अन्ते अकारः वर्तते, तादृश यत्र अन्ते अस्ति इति वर्तते असन्त. धन्यवादः. अकारः निषेधार्थं नास्ति. अस्तु, यत्र अन्ते अस्ति तत् असन्तः. चेत् अस्माकं मनसि सन्त असन्त इति विपरीततया भगिनी शृणोतु यत्र अस् अन्ते अस्ति तत् असन्तः क्षम्यक् धन्यवादः दृशद् इति दकारान्तस्त्रीलिङ्गशब्दः अर्थः अस्ति शिलाखण्डः इति अग्रे इमं शब्दम् उपयुज्य समासः क्रियते उदाहरणत्वेन सुदृशद् इति सुदृशद् इति कथनेन शोभनः शिलाखण्डः इति अर्थः भवति तत्र सु इति अव्ययमस्ति यत्र अव्ययमस्ति तत्रापि प्रत्ययाः भवन्ति अपि च तेषां लोपः अपि भवति अत्र तस्य प्रदर्शनं न कृतम् लोपानन्तरं सु एव तिष्ठति इति मत्वा अग्रे सरामः तर्हि सु दृशद् इति सु इति अव्ययमस्ति इदानीं तत्रैव सुदृशद् इति शब्दस्य समस्तपदस्य बहुवचनरूपं पश्यामश्चेत् सुयोगः दृशदः तर्हि तत्र अलौकिकविग्रहं सुयोगः दृशद्योगः जस् इति भवति जस् इति प्रत्ययः अस्ति तर्हि इदानीम् अत्र कृत्तद्धितसमासाश्च इत्यनेन तत्र किं भवति इत्युक्ते तत्र प्रातिपदिकसंज्ञा भवति कृत् अपि च तद्धित अपि च समास त्रयाणां कृते तत्र प्रातिपदिकसंज्ञा निर्मितं भवति अनेन सूत्रेण अतः सुयोगः दृशद्योगः जस् इति समस्तरूपस्य प्रातिपदिकसंज्ञा इदानीं प्राप्ता तदनन्तरं यदा प्रातिपदिकसंज्ञा वर्तते तर्हि तत्र प्रत्ययस्य लोपः अपि करणीयम् अस्माकम् अतः सुपोधातुप्रातिपदिकयोः इत्यनेन अवयवरूपी सुप्रत्ययस्य लुप् भवति इत्युक्ते जसः लुप् इति सुपः सुप्रत्ययानां धातु अपि च प्रातिपदिकयोः द्वावपि यत्र अव्ययरूपेण सुप्रत्ययः भवति तयोः लुप् भवति इति अतः इदानीं जस् लोपः लुप्तः अतः सुयोगः दृशद् इत्येव अवशिष्यते इदानीं यदा लुक् जायते लुकि सति सुदृशद् दकारान्तः प्रत्ययलक्षणे असन्तः प्रत्ययलक्षणे असन्तः इत्युक्ते तत्र जस् इति स्वीकुर्मश्चेत् प्रत्ययस्य निमित्तं स्वीकुर्मश्चेत् तत्र असन्तः भवति असन्ते अस्ति इति कृत्वा दकारान्तशब्दः सुदृशदस् इति भवति इति मन्ये तदानीं प्रत्ययलोपे प्रत्ययलक्षणम् इति कृत्वा सुदृशदस् इति अस्ति इदानीम् असन्तरूपम् अस्ति सुदृशदस् अन्ते अस् इति अस्ति इति कृत्वा अस्य रूपाणि साधयितुं प्रथमं सु इति प्रत्ययं स्थापयामः सुदृशदस् योगः सु इति पुनः वयं कुर्मश्चेत् इदानीम् अत्वसन्तस्य चाधातोः इत्यनेन अत्वसन्तस्य चाधातोः इति सूत्रं किं वदति इत्युक्ते यत्र यत्र अतु प्रत्ययान्तशब्दः वर्तते अपि च असन्त यत्र वर्तते इत्युक्ते अस्य यस् यस् यस् अन्ते अस् यस् अस् अस्ति तादृशशब्दस्य उपधायां सुप्रत्यये परे दीर्घादेशः भवति इति परन्तु अत्र तु दीर्घः न भवति यतोहि यत् प्रत्ययलक्षणं कृतं येन असन्तत्वं सिद्ध्येत तत् प्रत्ययलक्षणं न भवति प्रत्ययं निमित्तीकृत्य अत्र कार्यं न जातम् इति कृत्वा सूत्रस्य प्रसक्तिः नास्ति तदर्थं तत्र दीर्घः अपि न भवति इति यतोहि तस्मिन् प्रत्यये यत् असन्तत्वं वर्तते तत् असन्तत्वं प्रत्ययमात्रवृत्तिः नास्ति तर्हि तत्र यथा वयं पूर्वं दृष्टवन्तः अप्रत्यये प्रत्यये इति तत्र यदि द्वयम् अपि भवति तत्र प्रत्ययलक्षणः न तिष्ठति इति कृत्वा अप्रत्यये प्रातिपदिके इत्युक्ते अन्येषु स्थलेषु अपि असन्तः भवन्ति यथा चन्द्रमस् वेदस् इत्येषु अपि भवति अपि च यत्र प्रत्यये अप्रत्यये भवति तत्र प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य कार्यं न भवति इति अस्ति समीचीनं वा इति न जानामि. यदि तत्र इत्यस्मिन् अस् अस्ति सः प्रत्ययः प्रत्ययः अस् नास्ति वा भगिनि? चन्द्रमस् इति प्रातिपदिकं किल भगिनि तत्र? अस्ति अस्माकं रूपमेव चन्द्रमस् अपि अस् इति शब्दः अस्ति, तत्सर्वं गृह्यते इति. आम् हा. तत्र दृशद् इति कथम् असन्त् भवति? असन्तः यदा जस् इति योजयामः तर्हि तत्र दृशदस् इति भवति. ओ तस्य प्राक् किन्तु प्रत्य सुपो धातु प्रातिपदिकयो अनेन लोपः भवति साधु. पुनः कथम् आनीयतम्? ओ प्रत्ययलोपे प्रत्ययलक्षणं तादृशमासे भवति खलु. प्रथमं तु वयं सर्वान् प्रत्ययान् लोपं कुर्मः, तदनन्तरं पुनः अन्ते योजयामः वयम्. अस्तु, प्रातिपदिकं प्राप्य तस्य पुनः वयं स्थापयामः. दृशद्योगः जस् इदानीम् असन्तः, अतः तत्र असन्तरूपम्, अनन्तरं पुनः सु योजयामः. प्रातिपदिकं प्राप्तवन्तः सुदर्शद, तदनन्तरं सु इति योजयामः. अत्र किञ्चित् पुनः पुनः पठनीयम् इति मन्ये. किमर्थम् इत्युक्ते तत्र सुपो धातु प्रातिपदिकयोः इत्यनेन धातोः च प्रातिपदिकस्य च अवयवरूपेण विद्यमानस्य सुप् प्रत्ययस्य लुक् इति दत्तम्. अनन्तरं लुकि सति प्रत्ययलक्षणे असन्तः इति प्रायः सुदृशद् इति प्रातिपदिकं भवति समस्तपदस्य. साधु प्रातिपदिक अनन्तरम् अस्य योजनीयं प्रत्ययलोपे प्रत्ययलक्षणमिति सूत्रम् आधारीकृत्य अस्य योजनीयम्. केवलं प्रत्ययं निमित्तीकृत्य यदि कार्यं भवति तर्हि तत्र प्रत्ययलक्षणं तिष्ठति. इति शिक्षा अस्ति यत्र प्रत्यय या अप्रत्यय द्वयोः कार्यं भवति तत्र प्रत्ययलक्षणं न स्वीकृत्यम् तर्हि आहत्य तदेव अस्माकं शिक्षा. सुबन्त प्रक्रियायां पूर्वं यत्र वयं दृष्टवन्तः राजन् योग तत्र न तत्र प्रत्ययलोपे प्रत्ययलक्षणं वयं स्वीकृतं, किन्तु अत्र न स्वीकृतं कारणं कि प्रत्ययलोपे प्रत्ययलक्षणं तत् आधारीकृत्य अग्रिमसूत्रं कार्यं कार्यं करिष्यते तस्य कार्यं न विधानं न भवति कारणं कि तस्य आधारे तत्र प्रत्यय अप्रत्यय द्वयोः विधानम् अस्ति तत्र असत्त्वस्य च धातौ तत्र साधु यस्य न लोपप्रातिपदिकं च अस्ति तत्र वयं स्वीकृतवन्तः प्रत्ययलोपे प्रत्ययलक्षणं कारणं कि तत्र प्रत्ययलक्षणम् आधारेण तत् कार्यं भवति. अत्र प्रत्ययस्य आधारः न केवलं प्रत्यय आधारेण किन्तु यत्र अप्रत्ययः अस्ति तत्र अपि कार्यं भवति साधु. अतः अत्र दीर्घत्वं न प्राप्तम् इति सुदृशदः इत्येव रूपं न तु सुदृशदाः इति. एक्स्क्लूसिव् भवतु इत्येव शिक्षा किल. एक्स्क्लूसिव् नास्ति चेत् न स्वीकरणि. इतोपि अग्रे अपि पठतु भगिनि तर्हि. इतोपि प्रायः तस्य उपरि यत् परिच्छेदम् अस्ति तदपि पठनीयं तत्र. चन्द्रमास विषये किञ्चित् दत्तं किल, तदपि इदानीं पठामः किल? वर्गे न पठितवन्तः परन्तु रामप्रिया भगिनी पठति धातोः इति किल. अग्रिमप्रश्नः आयाति इति उपरि यत् परिच्छेदमस्ति समासस्य शिक्षा. अस्तु अस्तु, अग्रिमप्रश्नः आयाति यत् केवलं प्रत्ययधर्मस्य आश्रयः इति न, अपि तु यस्य कस्यापि धर्मस्य आश्रयम् अवलम्ब्य प्रत्ययलक्षणं किमर्थं न स्यात्? अत्र कौमुदीकारो लिखति यत् अथ एव सदृशत् प्रासाद इत्यस्य अत्वसन्तस्य इति दीर्घो न, केवलं प्रत्ययधर्मस्य आश्रयम् अवलम्ब्य प्रत्ययलक्षणं करणीयम् इति सिद्धान्तः. तदर्थमेव सुदृशत्रासादः इत्यस्मिन् अत्वसन्तस्य च धातोः इत्यनेन दीर्घः न भवति. अनेन सूत्रेण अथु प्रत्ययान्तशब्दस्य तथा अस् यस्य अन्ते अस्ति तादृशस्य शब्दस्य अङ्गस्य उपधायाः प्रथम एकवचनस्य सुप्रत्यये परे दीर्घः भवति. परन्तु सूत्रे अधातोः इत्यनेन यस्य अन्ते धातुः अस्ति तादृशस्य शब्दस्य अयं दीर्घादेशः न भवति. अत्र सुशोभना दृषधो यस्य प्रासादस्य सुयोगः जस् दृषद्योगः जस् अर्थात् सुन्दराः शिलाखण्डाः यस्य प्रासादस्य इति विग्रहवाक्येन यः समासः भवति समास अवयवः मत्वा सुपोधातु प्रातिपदिकयोः इत्यनेन जस् प्रत्ययस्य लोपः. सुपोधातु प्रातिपदिकयोः इत्यनेन धातोः च प्रातिपदिकस्य च अवयवरूपेण विद्यमानस्य सुप्रत्ययस्य लुक् भवति. यदि कश्चन सुप्रत्ययः कस्यचित् धातोः प्रातिपदिकस्य वा अवयवरूपेण विद्यमानः अस्ति तर्हि तस्य सुप्रत्ययस्य लुक् भवति. अत्र किन्तु लुप्तस्य जस् प्रत्ययस्य प्रत्ययलक्षणस्य आश्रयम् अवलम्ब्य प्राप्तदीर्घादेशो न भवति. किमर्थम् इति चेत् अत्वसन्तस्य च धातोः इत्यनेन केवलं प्रत्ययमात्रस्य आश्रयस्य अवलम्ब्य दीर्घः भवति इति नास्ति, अपि तु वेदशब्दात् वेदाः वेदस्योगः सु अत्वसन्तस्य च धातोः विद्याः इति अस्तु विद्योग अस्तु इत्यस्मिन् प्रत्यये अप्रत्यये च उभयत्र दीर्घादेशो भवति. अतः इदं कार्यं प्रत्यय अप्रत्ययं साधारणकार्यं केवलं प्रत्यय असाधारणकार्यं नास्ति. एवमेव यङ्लुकि प्रत्यय अप्रत्ययसाधारणकार्ये प्रत्ययलक्षणेन आत्मनेपदं न भवति. अस्तु भगिनि, अतः इदानीं प्रश्नः किम् इत्युक्ते प्रत्ययधर्मस्य यत् केवलं प्रत्ययधर्मस्य इति आश्रयः इति न, अपि तु यस्य कस्यापि धर्मस्य आश्रयम् अवलम्ब्य प्रत्ययलक्षणं किमर्थं न स्यात् इति प्रश्नः. अस्तु, प्रत्ययधर्मस्य आश्रयः इति न, यस्य कस्यापि धर्मस्य आश्रयः इत्युक्ते प्रत्ययः अप्रत्ययः द्वयमपि अवलम्ब्य प्रत्ययलक्षणं किमर्थं न भवति इति प्रश्नः. अतः तत्र कौमुदीकारः लिखति अथ एव सुदृशत्प्रासाद इत्यस्य अत्वसन्तस्य इति दीर्घो न इति. तस्य विवरणमेव अत्र अस्ति, केवलं प्रत्ययधर्मस्य आश्रयम् अवलम्ब्य प्रत्ययलक्षणं करणीयम् इति सिद्धान्तः. प्रत्ययधर्मम् आश्रित्य एव वयं प्रत्ययलक्षणं करणीयम् इत्येव सिद्धान्तः. तत्र उदाहरणरूपेण ते किं प्रमाणरूपेण किं दत्तवन्तः इत्युक्ते सुदृशत्प्रासादः इति उदाहरणे तत्र अत्वसन्तस्य च धातोः इत्यनेन दीर्घः न भवति. किमर्थम् इति अनेन सूत्रेण अत्वसन्तस्य च धातोः इति सूत्रेण अतु प्रत्ययान्तशब्दस्य अनन्तरम् अस् यस्य अन्ते तादृश शब्दस्य अङ्गस्य उपधायाः प्रथम एकवचनस्य सुप्रत्यये परे दीर्घः भवति. तदेव अत्वसन्तस्य च धातोः इति सूत्रस्य अर्थः. परन्तु सूत्रे अधातोः इत्यनेन यस्य अन्ते धातुः अस्ति तादृशशब्दस्य अयं दीर्घादेशो न भवति. परन्तु सूत्रे अधातोः इति अपि स्वीकृतमस्ति इति स्वीकृतमस्ति. तद् वदति यस्य धातोः अन्ते क्षम्यतां यस्य शब्दस्य अन्ते अन्ते धातुः अस्ति तादृशशब्दस्य दीर्घादेशः न भवति इति. अत्र पुनः उदाहरणं स्वीकुर्मः चेत् अत्र सुशोभना दृषधो यस्य प्रासादस्य तत्र सु इति अव्ययं दृष्टवन्तः सुयोगः जस् दृशद् योगः जस् बहुवचनम् अस्ति अतः जस् इति प्रत्ययः अस्य अर्थः अस्ति सुन्दराः शिलाखण्डाः यस्य प्रासादस्य इति इति विग्रहवाक्य यः समासः भवति समास अवयवः मत्वा समास अवयवः सुयोगः जस् दृशद्योगः जस् तत्र सुपोधातु प्रातिपदिकयोः इत्यनेन जस् प्रत्ययस्य लोपः इदानीं प्रथमकार्यम् इदानीं सुपोप्राति धातु प्रातिपदिकयोः इत्यनेन धातोः च प्रातिपदिकस्य च अवयवरूपेण विद्यमानस्य सुप्रत्ययस्य लुक् लुक् तु जातः इदानीं प्रातिपदिकसंज्ञा जाता यदि कश्चन सुप्रत्ययः कस्यचित् धातोः प्रातिपदिकस्य वा अवयवरूपेण विद्यमानः तर्हि तस्य सुप्रत्ययस्य लुक् भवति यदा वयं धातोः वा प्रातिपदिकस्य वा अवयवरूपेण सुप्रत्ययः विधीयते तर्हि तस्य सुप्रत्ययस्य तु लुक् लुक् भवति तत्तु जानीमः अत्र किन्तु लुप्तस्य जस् प्रत्ययस्य प्रत्ययलक्षणस्य आश्रयम् अवलम्ब्य प्राप्तदीर्घादेशो न भवति पूर्वं वयं दृष्टवन्तः यदा राजन् योगः सु तत्र तु पदसंज्ञा जाता अनन्तरं तत्र किमपि सूत्रमासीत् किल अनेन राजा इति आगच्छति इति तादृशम् अत्र न भवति इति दत्तम् अस्तु अत्र किन्तु लुप्तस्य नालोपप्रातिपदिकान्तस्य आं भगिनि सत्यं धन्यवादः आम् आम् तत्र पदान्तस्य नकारस्य लोपः जायते इति दृष्टवन्तः परन्तु अत्र किं दत्तम् अस्ति इत्युक्ते यद्यपि तत्र जस् इति प्रत्ययस्य लोपः जातः चेदपि प्रत्ययलक्षणस्य आश्रयम् अवलम्ब्य प्राप्तदीर्घादेशः न भवति इति किमर्थम् इत्युक्ते अत्वसन्तस्य चाधातोः इत्यनेन केवलं प्रत्ययमात्रस्य आश्रयम् अवलम्ब्य दीर्घः भवति सूत्रं वदति प्रत्ययमात्रस्य प्रत्ययमात्रस्य आश्रयम् अवलम्ब्य एव दीर्घः भवति इति परन्तु वेदस् इति यदा वयं शब्दः स्वीकुर्मः तदपि असन्तः अस्ति तत्र वेदाः वेदस् योगः सु अत्वसन्तस्य आच्छाधातोः इत्यनेन दीर्घत्वं भूत्वा वेदाः इति रूपम् आगच्छति तत्र तु वेदस् इति अप्रत्ययः अस्ति इत्यस्मिन् प्रत्यये अप्रत्यये उभयत्र दीर्घादेशः भवति अत्वसन्तस्य च धातोः इत्यनेन न भवति किल आधातोः किल कथं भवति द्वितीय न पठितवती ओ किमपि विस्मृतवती वा आमां पुनः पठतु धातो इत्यनेन केवलं प्रत्ययमात्रस्य अवलम्ब्य इति नास्ति समीचीनम् आम् धन्यवादः भगिनि प्रत्ययमात्रस्य आश्रयम् अवलम्ब्य दीर्घः भवति इति नास्ति अपि तु वेदशब्दात् वेदाः वेदस्योगसु अत्वसन्तस्य च धातोः इत्यनेन दिधाः इति भवति ओ दीर्घत्वं तु न भवति किमर्थम् इत्युक्ते वेदस् इति धातुः किल अधातोः वेदशब्दे प्रथमरूपं विदाः अस्ति वा वेदाः नास्ति वा तदेव ममापि प्रश्नः वेदशब्दात् वेदाः अनन्तरं ब्राकेट् मध्ये वेदस् इति प्रातिपदिकं नास्ति वा आम् प्रातिपदिकमेव तत्र वेदशब्दः धाधातुतः आगच्छति इति मन्ये परन्तु अस्तु भगिनि ब्राकेट् पूर्वं वेदाः इति अस्ति वेदशब्दात् वेदाः अनन्तरम् आवरणे विदाः इति अस्ति तद् किम् प्रायः टङ्कणदोषः इति मन्ये ओ टङ्कणदोषः अन्य प्रक्रिया भूत्वा विदा भवति न विदाह इति कुत्रापि न दृष्टं वेदा, परन्तु दीर्घः भवति चेदपि विदाह इति न भवति किल, वैदा वैदाः इति भवति, दीर्घः भवति मुद्रणदोष प्रायः वेदाः इत्येव अस्ति, चन्द्रमाः इति तादृशवेदाः, चन्द्रमाः चन्द्रमसौ चन्द्रमसः तादृशरूपाणि अत्रापि, परन्तु अत्र अत्वसन्तस्य च धातोः इत्यनेन दीर्घादेशः न भवति एव किल, विदाह ओ अस्तु भवति भवति भवति, धातुः नास्ति प्रातिपदिकम् अस्ति इति कृत्वा भवति अस्तु इत्यस्मिन् प्रत्यये अप्रत्यये उभयत्र दीर्घादेशः भवति, विदाह वेदाः इति अप्रत्यये अपि दीर्घादेशः भवति, अन्यद् उदाहरणं किं दृष्टवन्तः यत्र प्रत्यये परे भवति, कारणं केवलं प्रत्यय आधारेण नास्ति, अतः प्रत्ययलोपे प्रत्ययलक्षणं तत्र न स्वीकृतं अतः इदं कार्यं प्रत्यय अप्रत्यय साधारणकार्यं, केवलं प्रत्यये असाधारणकार्यं नास्ति, एवमेव तादृशमेव यङ्लुकि प्रत्यय अप्रत्यये साधारणकार्ये प्रत्ययलक्षणेन आत्मनेपदं न भवति, असाधारणकार्यं नास्ति इति कृत्वा यङ्लुकि आत्मनेपदं न भवति. समीचीनं वा? बहु किमपि उक्तवती अहं न जानामि, अवगतवती वा न वा इति. गुरुम् इत्युक्तं तदेव खलु भगिनि, असाधारणकार्यं यदस्ति तत्रैव लक्षणम् इति स्वीकर्तुं शक्यते, तत्रैव प्रत्यलक्षणमपि प्रत्यलक्षणम् इति प्रसक्तिः प्राप्तिः अपि भवति, यदि असाधारणलक्षणं धर्मं नास्ति चेत् लक्षणम् इति न स्वीकर्तुं शक्यते, तत्र तत्र प्रत्यलोपे प्रत्यलक्षणम् इत्यस्य प्रसक्तिः प्राप्तिः न भवति. भाव्या भगिनी इदानीं यत् परिच्छेदम् अहं पठितवती भवती पठित्वा प्रतिपादयति अस्ति, सम्यक् भगिनी उक्तवती खलु तदेव आसीत् खलु, पुनः अग्रिमप्रश्नः अस्ति तदेव भागः वा, सः एव भागः शेषात् कर्तरि इति सर्वं समाप्य वयं पुनः शेषात् कर्तरि इति पठामः, अग्रे पर्यन्तं केवलं वयं कृतवन्तः वा, अस्तु अस्तु तर्हि शेषात् कर्तरि परस्मैपदम् इत्यनेन गृहीतं भवति, यत्र यङ्लुक् इति भवति तत्र तु अनुदात्तनितः आत्मनेपदम् इत्यनेन आत्मनेपदिनः न भवन्ति, किन्तु शेषात् कर्तरि परस्मैपदम् इत्यनेन परस्मैपदिनः भवन्ति इति लिखितमस्ति, तस्य पुनः अग्रे उक्तम् अस्ति अनुदात्तनितः इति तु न इत्यनेन आत्मनेपदत्वं न भवति इति विवृतम्, अग्रे उक्तम् अस्ति नित्वस्य प्रत्यय प्रत्ययसाधारणत्वेन प्रत्ययलक्षण अप्रवृत्तेः, तर्हि नित्वम् इति धर्मं पश्यामः चेत् प्रत्ययानामपि भवति अप्रत्ययानां भवति इति कृत्वा केवलं साधारणधर्मं भवति, यदा पादाः भवन्ति कुत्रचित् लिखितम् अस्ति पादाः सन्ति इति पादं पश्यामि इति, तर्हि एकः वदति मनुष्यं पश्यति इति, केवलम् अन्यः वदति मृगं प्रायः स्यात् इति, तर्हि किमपि भवितुम् अर्हति खलु, पादम् इति स्वीकृत्य वयं केवलं पादम् इति शब्दं स्वीकृत्य न वक्तुं शक्यते खलु, मृगं वा मनुष्यः वा इति न वक्तुं शक्यते, तर्हि तत्र तथैव केशः इति स्वीकुर्मः चेत् महिलापि भवितुमर्हति पुरुषः अपि भवितुमर्हति, साधारणधर्मं नास्ति असाधारणधर्मं नास्ति केवलं साधारणधर्मम् अस्ति, तथा एव नित्वम् इति धर्मं साधारणधर्मम् अस्ति, प्रत्ययेषपि वर्तन्ते अप्रत्ययेषपि विधीयन्ते इति कृत्वा प्रत्ययलक्षणस्य अप्रवृत्तिः भवति तत्र इति, प्रत्ययलक्षणम् इति स्वीकर्तुं न शक्यते इति, यत्र हि प्रत्ययस्य असाधारणं रूपम् आश्रयते तत्रैव तर्हि प्रत्ययलक्षण प्रत्ययलोपे प्रत्ययलक्षणमिति कुत्र कुत्र तस्य प्रवृत्तिः भवति इति पृच्छामः चेत् केवलं यत्र असाधारणं रूपम् आश्रियते, प्रत्ययस्य साधारणं धर्मं रूपं वा धर्मं वा यत्र आश्रियते लक्षणं भवति तत् तत्रैव प्रत्ययलक्षणम् इति स्वीकर्तुं शक्यते. तत्र तत्र एव प्रत्ययलोपे प्रत्ययलक्षणम् इति प्रवृत्तिः अपि भवति इति उक्तमस्ति. तावत् पर्यन्तं प्रश्नः नास्ति खलु. अनन्तरमस्ति अत एव सुदृशप्रासाद इत्यस्य अत्वसन्तस्य इति दीर्घो न, तदपि भगिन्या यथा विवृतं सुदृशप्रासाद इति अस् इति अन्तः ये सन्ति असन्तः इति यत्र वदामः तत्र प्रत्ययेषु अपि असन्ताः भवन्ति, प्रत्ययस्यपि असन्तत्वं भवति, अनन्तरम् अप्रत्ययेषु अपि भवति यथा भगिन्या उक्तम् अत्र किम् आसीत् चन्द्रमस्वेदस् इत्यत्रापि भवति खलु इति कृत्वा प्रत्ययस्य लक्षणं नास्ति, असाधारणधर्मं नास्ति इति कृत्वा सुदृशप्रासाद इत्यस्मिन् वयं दीर्घादेशं न कर्तुं शक्नुमः. किमर्थम् इत्युक्ते अत्र प्रत्ययस्य लोपः भवति, यत्र लोपः भवति तत्र प्रत्ययलोपे प्रत्ययलक्षणम् इति अस् इत्यस्य वयं न स्वीकर्तुं शक्नुमः इति उक्तमस्ति. अस्ति केवलं शब्दः तत्र गृह्यते, प्रत्ययः इति नास्ति, केवलं शब्दः गृह्यते, प्रत्ययेषु अपि वर्तन्ते अप्रत्ययेषु अपि वर्तन्ते इति इति तावत्पर्यन्तं वयं दृष्टवन्तः. अग्रे स्पर्ध तस्मिन् विषये अग्रे वयं पश्यामः इति मन्ये, किन्तु पठितुं शक्नुमः. ये अपि स्पर्ध शिङादयो अनुदातनितः तेभ्यो अपि न अनुदातनितः इति अनुबन्धनिर्देशात् अत्र अत्र तु धातोः एव नित्वं भवति स्वीक्रियते खलु. तर्हि स्पर्ध इति अनुदातत्वं निर्दिशति, शिङ् इति नित्वं निर्दिशति, अत्र अनुबन्धलोपः भूत्वा तत्र निर्देशः भवति इति कृत्वा यत्र अनुबन्धलोपः भवति तत्रापि यङ्लुकि कार्यं न भवति इति अग्रे वयम् एकं स्वीकर्तुं शक्यते खलु. अनुदातनितः आत्मनेपदम् इत्यस्मिन् अनुदातत्वम् अपि भवतु नित्वम् अपि भवतु केवलं प्रत्ययानां नास्ति, अत्र तु धातूनां वर्तते खलु. अत्र स्पर्ध इत्यस्मिन् अनुदातत्वं धातोः वर्तते, प्रत्ययानाम् इति नास्ति, प्रत्ययेषपि अनुदातत्वं वर्तते एव. तथैव नित्वम् इति पश्यामः चेत् शिङ् इत्यस्मिन् तु धातोः अस्ति, अनन्तरं यङ् इत्यस्मिन् एकनिमिषमपि अनित् इति धर्मं पश्यामः चेत् शिङ् इत्यत्र धातोः वर्तते, अनन्तरं यङ् इत्यत्र प्रत्ययानामपि वर्तते. तर्हि प्रत्ययानां धातूनां धर्मम् इति न असाधारणं धर्मम् इति न स्वीकर्तुं शक्यते. प्रत्यये अप्रत्यये इति भवति वर्तन्ते इत्यस्य उदाहरणम् इति कृत्वा धर्मं न भवति नित्वा अनुदातत्वमपि नित्वमपि धर्मम् इति न स्वीकर्तुं शक्यते इति कृत्वा प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य प्रसक्तिः तत्र न भवति. यत्र लुप्यते तत्र प्रसक्तिः प्राप्तिः न भवति. तत्र अग्रे महोदयेन विवृतं भवति क्षिपा इति क्षपा इति विवृतत्वात् इति अतः एव शन् आदयो न गणनिर्देशात् किन्तु शबेव इति गणेन निर्देशात् गणेन निर्दिशति चक्रीतं चर्करीतम् इति गणसूत्रमस्ति. तत्र यङ्लुगन्तदातवः तस्मिन् गणे आपतन्ति इति कृत्वा गणेन निर्देशः भवति इति कृत्वा शप् इति विकरणप्रत्ययः क्षम्यतां गणनिर्देशत्वात् अस्तु शनादयो न इत्युक्ते शन् वा अन्यप्रत्य विकरणप्रत्ययः न आयान्ति, केवलं शप् इति विकरणप्रत्ययः एव आयाति. चकरितं च इत्यस्मिन् अन्तर्गणे वर्तते इति कृत्वा तस्य लुक् शप् लुक् भवति, अन्ततो गत्वा अदादि आदादिकाः इति वदा अदादिगणवत् भवन्ति. अग्रिमसप्ताहे प्रायः तस्मिन् विषये अधोभागे तत्र परिभाषा दत्तमस्ति किल भगिनि, ष्टिपा शपा अनुबन्धेन निर्दिष्टं यद्गणेन च यत्रैकाज् ग्रहणं चैव पञ्चैतानि न यङ्ग्लुकि. तर्हि यङ्ग्लुक् रूपाणि न भवन्ति कुत्र कुत्र इत्युक्ते यत्र ष्टिपा सूत्रे ष्टिपा निर्दिष्टं, नो चेत् शपा इत्युक्ते तत्र विकरणप्रत्ययेन, अपि च अनुबन्धेन निर्दिष्टम्, अपि च गणेन, अपि च एकाच् ग्रहणं कुत्र अस्ति, तादृश प्रसङ्गेषु यङ्ग्लुकि न भवति इति. अग्रिमवर्गे तस्य विवरणं पठामः. समापयामः वा? समापयामः. धन्यवादः भगिनी. धन्यवादः भगिनी. धन्यवादः. शुभदिनं सर्वे.